गतरविवासरे अस्माकं गत सप्ताहद्वयं प्राक् अस्माकं दिवादिगणः इति विषयः आरब्धः. तत्र दिवादिभ्यः श्यन् इति सूत्रात् कर्तृशप् इति सूत्रं प्रवाद्य श्यन् आगच्छति इति अपवादरूपेण दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं भवति. तदनन्तरं तत्र अस्ति श्यन् प्रत्ययमध्ये नकारस्य इत्संज्ञा भवति हलन्त्यं, षकारस्य इत्संज्ञा भवति लशक्वतद्धिते. तर्हि श्यन् मध्ये केवलं य इति अवशिष्यते, य. तदनन्तरं इति अस्ति. तदनन्तरम् अस्माकं मुख्यभेदः कः अस्ति, भवादिगण भवादिगणविकरणप्रत्ययात् भवादिगणप्रत्ययः अस्ति शप्, तत्र पित् अस्ति अतः गुणम् इति भवति. परन्तु श्यन् मध्ये अपित्वात् नित्वत् भवति अतः गुणकार्यं बाधितमस्ति. परन्तु नित्वत् अस्ति अतः सम्प्रसारणम् इति नूतनकार्यम् आगच्छति इति केचन भेदाः सन्ति. तदनन्तरम् अन्यभेदः अस्ति यत् शप् मध्ये लौकिकप्रत्ययः अस्ति अ, तत्र अजादिविकरणप्रत्ययः अस्ति. परन्तु श्यन् मध्ये लौकिकप्रत्ययः अस्ति य, तत्तु हलादिविकरणप्रत्ययः अस्ति. अतः ये यानि यानि सूत्राणि हलादिप्रत्ययानां कृते कार्यं कुर्वन्ति ते सर्वे अत्र अपि आगच्छन्ति इति अन्यवार्ता अस्ति. अस्तु, तदनन्तरम् इदानीम् अग्रे गच्छामः. मीना महोदय अस्ति खलु? कुत्र पठामि अत्र दिवादिगणकरपत्रे पश्यतु, धातवः चतुर्दशविधाः इति भागः अस्ति. पूर्वमेव अस्माभिः आमां तत्र करपत्रस्य पूर्वभागे एव अस्ति धातवः चतुर्दशविधाः. प्राप्नोति वा? अत्र अस्ति खलु कर्तृशप् निति च, प्रश्नः उदेति नित्यं, तदनन्तरं सम्प्रति धातूनाम् आयोजनशैली एकवारं स्मरणीया. तत्र धातवः चतुर्दशविधः इति भागः अस्ति, प्रथमे एव अहं पठामि वा महोदय? रघुवीर महोदय भवान् आरभतु, तदनन्तरं मीना महोदय केचप् करोति. तत्र धातवः एकनिमिषः प्रत्ययाः दिवादिगणे एक इव शन् इति विकरणं तत्र दिवादिगण इति करपत्रं फिफ्त् लेसन् सेवेन्त् बिन्दु दिवादिगण. कर्तृत्वे सार्वधातुकप्रत्यये परे सा धातुभ्यः शन् विकरणप्रत्ययः विहितः सः अस्ति तत्र. एकवारं कृपया पश्यतु भवती. एकनिमेषः, भवती दिवादिगणः सेवन्थ् करपत्रः अस्ति, दिवादिगणः तत्र अस्ति खलु? दिवादिगणे इति नास्ति, दिवादिगण दिवादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन् विकरणप्रत्ययः तदस्ति. अधोभागे गच्छतु गच्छतु सूत्रानन्तरं तत्र अस्ति धातवः चतुर्दशविधाः, एक सब् हेडिङ्ग् अस्ति तत्र अण्डर्लैन्ड् अपि. तदनन्तरं तत्र अधो गच्छतु, आयोजन तद् अभवत्, तत्र अग्रे गच्छतु. पूर्वमेव अस्माभिः सार्वधातुकलकारेषु इति प्राप्नोति वा? आम् महोदय, तत्र ततः अग्रे अद्य वयं पठामः. सर्वे प्राप्नुवन्ति? आम् महोदय. एकनिमिषं, हा हा, पूर्वं पठितं. रघुवीरमहोदय पठतु भवान्. अत्र पूर्वमेव अस्माभिः मीनामहोदय, रघुवीरमहोदय पठति, तदनन्तरं भवती पठति. शान्ति. धातवः चतुर्दशविधाः. एकवारं धातूनां तथा भवत् तत्र अग्रे गच्छतु. पूर्वमेव अस्माभिः अहं वदामि चेत् पूर्वमेव अस्माभिः सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ् इत्येषु तिङ् प्रत्ययाः साधिताः. पूर्वतनपाठे अदन्ताङ्गतिङ्प्रत्ययोः परस्मैपदे आत्मनेपदे च इति अवलोकितम्. अधुना दिवादिगणे यावन्तः धावतवः सन्ति तेषां सर्वेषां धातूनां कृते अङ्गनिर्माणविधिः अस्माभिः ज्ञायेत. अङ्गस्य सामान्यचिन्तनं किं, विशेषचिन्तनं किम् इति ज्ञेयम्. एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं सिद्धतिङ्गप्रत्ययाः के, अपि च अङ्गतिङ्गप्रत्ययसंयोजनविधिः अस्माभिः ज्ञायते एव. अतः आहत्य अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते. हस्ते अङ्गम् अस्ति चेत् लटि लोटि लङ्गि विधिलङ्गि लिङ्गि च तिङ्गन्तबुद्धिः प्राप्ता. तर्हि अस्माकम् अङ्गं ज्ञायते चेत् लटि लोटि लङ्गि विधिलिङ्गि च सर्वाणि रूपाणि ज्ञायन्ते. तर्हि वयं जानीमः यत् तिङन्तपदानां निर्माणे त्रीणि सोपानानि सन्ति. अङ्गनिर्माणः, अङ्गनिर्माणं, सिद्धतिङ्गप्रत्ययस्य निर्माणं, तयोः संयोजनं. तर्हि अत्र दिवादिगणे अपि यत् अङ्गमस्ति तिङ्गप्रत्ययस्य कृते यत् अङ्गमस्ति तत् अदन्तमस्ति. अतः अदन्तानाम् अङ्गानां कृते सिद्धतिङ्गप्रत्ययाः के के, संयोजनं कथं भवति इति तु अस्माभिः पूर्वम् एव पठितम्. अतः एकवारम् अस्माकं समीपे दिवादिभ्यः गणस्य शनन्त अङ्गम् अस्ति, शनन्त अङ्गम् अस्ति, तर्हि तदनन्तरं वयं तिङन्तरूपाणां विषये सर्वं जानीमः. एकवारम् अङ्गम् अस्ति चेत् वयं योजनं कर्तुं समर्थः अस्मि. तर्हि अधुना यथा भवादिगणस्य विषये पाठे अस्माभिः केवलम् अङ्गनिर्माणं कथं भवति इति पठितं, तथैव अत्र अपि अङ्गनिर्माणं कथं भवति इति एव वयं पठामः. एकवारम् अङ्गम् अस्ति चेत् एकवारम् अङ्गम् अस्ति चेत् लट्टि लोटि लङ्गि विधिलिङ्गि सर्वाणि रूपाणि वयं जानीमः. अस्तु, तर्हि रघुवीरमहोदय अग्रे एकवारं सर्वाणि रूपाणि पठतु. एकवारं दिवादिगणे चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम. तदा एवमेव अग्रे अदन्ताङ्गस्य ज्ञानेन सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते. अत्र दृष्टान्ते परस्मैपदि नश् धातुः अङ्गम् अस्ति, नश् योगः श्यन् नश्य. महोदय, लट् सिद्धप्रत्ययः, लट् लकारे तिङन्तरूपाणि, तीतः अन्ति नश्यति, नश्यतः नश्यन्ति, सीतः त नश्यसि, नश्यतः नश्यथ, मी वहमः नश्यामि, नश्यावः नश्यामः. लोटि सिद्धप्रत्ययाः सन्ति चेत् तस्य लोट् लकार तिङन्तरूपाणि भवन्ति, तूतात् ताम् अन्तु, अतः दृष्टान्तं भवति नश्यतु नश्यतात् नश्यतां नश्यन्तु. लोपः तात् महोदय न तत्र शून्य इति यत् यत्र दृश्यते तत् कथं किं वदनीयं महोदय, तत् लोपः इति वा किमर्थं चेत् नश्यतु तत्र प्रत्ययः कोऽपि तत्र विशिष्टं तत्र अवशिष्टं नास्ति, अतः नश्य एव अङ्गमेव रूपं हा सत्यं, किन्तु लोपः इति वदामि वा तत्र लोपः तात्र कथं वदति केचन जनाः पूज्यम् इति वदति किं महोदय पूज्यं तं केचन पूज्य रूपेण अस्तु पूज्यं तात्तं त नश्य नश्यतात् नश्यं बहुवचनं नश्यत अत्र नश्यतम् अस्ति द्विवचने अत्र मुद्रणदोषम् नश्यतं नश्यत आं महोदय आनि आव आम उत्तमपुरुषे दृष्टान्तं भवति नश्यानि नश्याव नश्याम लङि सिद्धप्रत्ययाः उदाहरणमस्ति चेत् लङ्लकारे तिङन्तरूपाणि त ताम् अन् अस्ति प्रथम अनश्यत् अनश्यताम् अनश्यन् बहुवचनं मध्यमपुरुषे अस्ति स तं त दृष्टान्तं भवति अनश्यः उत्तमपुरुष भवति अं व म तर्हि अनश्यम् अनश्याव अनश्याम इति रूपाणि सिद्धरूपाणि भवन्ति विधिलिङ्ग् सिद्धप्रत्ययाः सन्ति प्रथमपुरुषे इत् इताम् युः नश्येत् नश्येतां नश्येयुः इति दृष्टान्तरूपाणि सम्भवन्ति इः इताम् इत मध्यमपुरुषे नश्येः नश्येतां नश्येत इति रूपाणि सिद्धं भवति उत्तमपुरुषे इयम् इव इम नश्येयं नश्येव नश्येम इति दिवादिगणे परस्मैपदि रूपाणि भवन्ति परस्मैपदि धातूनां कृते अस्तु धन्यवादः तर्हि अत्र किमपि नूतनं नास्ति अत्र वयं प्रथमं पूर्वमेव अस्माभिः पठितं तत्र परस्मैपद परस्मैपदि धातूनां कृते अदन्त अङ्गम् अस्ति चेत् रूपाणि कथं भवन्ति सिद्धतिङ्गप्रत्ययाः के संयोजनं कथं भवति इति सर्वं वयं जानीमः यथा भवादिगणे अस्ति तथैव अत्र अपि अस्ति अस्तु इदानीम् अग्रे गच्छामः मीना महोदय पठतु अग्रे दिवादिगणे आत्मेपदे दिवादिगणे आत्मेपदे विद् धातुः अङ्गमस्ति विद् योगः श्यन् विद्य इति भवति लटि सिद्धप्रत्ययाः ते इते अन्ते लट्लकारे तिङ् रूपाणि विद्यते विद्येते विद्यन्ते से इथे द्वे विद्यसे विद्येते विद्यद्वे ये वहे महे विद्ये विद्यावहे विद्यामहे लोटि सिद्धप्रत्ययाः ताम् इताम् अन्ताम् लोट्लकारे तिङन्तरूपाणि विद्यतां विद्येतां विद्यन्तां स्व इतां द्वं विद्यस्व विद्येतां विद्यद्वम् ऐ आवहै आमहै विद्यै विद्यावहै विद्यामहै लङि सिद्धप्रत्ययाः त इताम् अन्त लङिलकारे तिङन्तरूपाणि अविद्यत अविद्येताम् अविद्यन्त थाः इतां द्वम् अविद्यताः अविद्येताम् अविद्यध्वम् इवहिमहि अविद्ये अविद्यावहि अविद्यामहि विधिलिङ्सिद्धि सिद्धप्रत्ययाः ईत ईयाताम् ईरन् विधिलिङ्लकारे तिङन्तरूपाणि विद्येत विद्येयाताम् विद्येरन् ईताः ईयाथाम् ईध्वम् विद्येताः विद्येयाथाम् विद्येध्वम् ईय ईवहि ईमहि विद्येय विद्येवहि विद्येमहि अग्रे केवलम् अङ्गम् च लट्लकारस्य प्रथमपुरुष एकवचनान्तरूपम् दीयेत ततः चतुर्णाम् लकाराणाम् सर्वाणि रूपाणि ज्ञायन्ते अग्रे केवलम् अङ्गम् किम् अस्ति तत्र लिखितमस्ति लट् लकार प्रथमपुरुषे एकवचनरूपं किम् अस्ति लिखितमस्ति, अन्य सर्वं वयं ज्ञातुं शक्नुमः. तर्हि अत्र पर्यन्तं कस्यापि प्रश्नः अस्ति वा? महोदय अस्तु, नास्ति चेत् महोदय अग्रे गच्छतु. दिवादिगणः 140 दातवः, ये सामान्य दातवः 115 दातवः, सामान्यदातवः, येषां धातूनां कृते किमपि कार्यं नास्ति, केवलं वर्णमेलनं. इगन्तधातुः वा लघु इक् उपधातुः धातुः वा चेत् सारुधातुकम् अपि तिथि च इत्याभ्यां गुणनिषेधः. ओके, तत्र सामान्यदातवः किमपि नास्ति, केवलं वर्णमेलनं निषेधः भवति. सार्वधातुकम् अपि अपि किं किमिति इति प्रत्ययेन गुणनिषेधः भवति. आकारान्तदातवः एकधातु एव, माङ् माने मापनार्थे मा योगः श्यन् माय इति अङ्गं, माययोगः ते लटि मायते, मायते मीन्स् मापनार्थं प्रक्षेलनं मापनं मेजरिङ्ग्. मापनं किं कर्तुं मेजर् मेजर् ओहो आहा इकारान्त दातवः दश. अस्तु महोदय, धन्यवादः. अग्रे अस्तु, तर्हि अरुणा महोदय अग्रे पठतु. महोदय अत्र विशेषः कः? अत्र विशेषः नास्ति, अत्र सामान्यधातुः अस्ति. विशेषधातवः अग्रे आगच्छन्ति, तत्र सम्प्रसारणम् इति विशिष्टकार्यं भवति. ओ सामान्यधातवः केवलं तत्र केवलं वर्णमेलनम् इति एव भवति अथवा सामान्य. पञ्चदश अरुणा महोदय पठतु. आं महोदय, एकारान्तदातवः दशदातवः सर्वे आत्मनिपदिनः, गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति, अपि च ई योगः या इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति, अतः केवलं वर्णमेलनमेव भवति. सुलभम् वदतु, अतः गुणकार्यं किमर्थं न भवति? शन् इति अपित् अस्ति, अपित् अस्ति सर्वदातुकम् अपित् खित् अति खित् नित् इति सूत्रेण गुणनिषेधः भवति. सत्यम् अस्तु, तदेव अत्र दत्तं गुणनिषेधत्वात् अङ्गकार्यं नास्ति, केवलम् ईकार या योजनेन संयोजनसन्धिकार्यं. उदाहरणानि दत्तं, पीड् पीङ् पाने पि योगः शन् पीय पीयति, अङ्गं पीय योगः ते पीयते इति तिङन्तरूपं सिद्धं भवति. अत्र अत्र ये ये धातवः सन्ति माङ् धातु च इति सर्वे नित् अस्ति खलु, नित् धातु नित् अस्ति खलु, नकारस्य तदेव आत्मनेपदि अनुदात्तनित आत्मनेपदम् एते सर्वे धातवः आत्मनेपदिनः सन्ति. अस्तु अग्रे. तदेव इङ् इङ् गतौ ई योगः शन् ईय ईयते गच्छति इत्यर्थः. प्रीङ् प्रीतौ प्री योगः शन् योगः प्रिया प्रीयते प्रसन्नः भवति. ्रीङ् श्रवणे ह्री योगः शन् ह्रिय ह्रियते जलं वहति. व्रीङ् वृणोत्युत्तः अर्थे व्री योगः शन् व्रिय व्रियते आच्छादयति. दीङ् विहायसा गतौ दी शन् दीय दीयते पक्षि दीयते. दीङ् क्षये दी शन् दीय दीयते क्षीणः भवति. न्यून् न्यूनीभवति. धीङ् आधारे धियोगाशन् धीय धीयते धारणं करोति. मीङ् हिंसायां मी शन् मीयोगाशन् मीय मीयते हिंसा करोति. लीङ् श्लेषणे लीयोगाशन् लीय अङ्गं लीयते इति तिङन्तरूपं विलीनः भवति इति अर्थः. अग्रे लीयते इति किमर्थं महोदय? लीयते विलीन भवति, विलीनं तत्र विलीनं भवति खलु. लीयते इत्युक्ते लयं, लयम् अदर्शनं, लयं लयम्. ओ लयं नास्ति, लीनं विलीनं डिसपियर् अस्ति खलु महोदय, विलीन डिसपियर् अस्ति खलु, तत्र अदृश्यं भवति. त्रलीयसमीपे, त्रलीयसमये सर्वजन्तवः ब्रह्मं क्रियते. प्रलय प्रलय न प्रलीय न तत्र सत्यं वदति, प्रलयसमये सर्वे जन्तवः लीयन्ते इति. लीना महोदय नास्ति महोदय. किं लीना महोदय? आं प्रलयसमये सर्वत्र सर्वजन्त जङ्गमाजङ्गमम् एतत् सर्वं ब्रह्मणः समीपे सायुज्यम् इत्युक्ते लयं कृतमेव. सत्यं विलीन भवति, डिसपियर् भवति इति. अस्तु अरुणा महोदय अग्रे उकारान्. उकारान्तदातः द्वौ द्वातः धातु द्वावपि आत्मनेपदिनौ. शुङ् प्राणिप्रसवे. सुयोगाशन् श्रूया श्रूयति सूय इति. सू अङ्गं सूययोगाते सूयते जानयति प्रसूयते. महोदय अत्र एकनिमिषं, शुङ् तत्र अस्ति, तत्र शकार तत्र सु कथं भवति? दात् आदि दात्वादेशः सः भवति. सत्यं शोषः खलु. शोषः शोषः शकारस्य स्थाने शकार. अग्रे दूङ्. दूङ् परितापे दूया दूयते दुःखी भवति इति अर्थः. अत्रापि गुणं न भवति, अस्तु धन्यवादः महोदय. धन्यवादः. अग्रे विधि महोदय पठतु. अधूपता धातवः 19 धातवः एकोनविंशत् क्षम्यता. नस् अदर्शने नस्योगकश्यन् नस्योगग य नश्य इति अङ्गं नस्य योगगति नश्यति. अत्र महोदय नकारस्य स्थाने नकारं कथं भवति? यथा सकारं भवति तत्र नकारस्य स्थाने नकारः भवति. महोदय मम प्रश्नः अस्ति, विधि महोदय भवती एव वदतु. अत्र नश मध्ये अकार इति उपदेशे अज् अनुनासिक इति सूत्रेण इति संज्ञा भवति, सत्यम्? तर्हि नकारस्य चुटु इति किमर्थं न भवति? उपदेशे अजननासिक इति सूत्रं नित्यम् आदौ आगच्छति किल. उपदेशे अजननासिक इति सूत्रेण नश इति अन्त्य अकारस्य इति संज्ञा भवति. णश मम प्रश्नः नकारः अस्ति, तस्य चुटु इति सूत्रेण इति संज्ञा भूत्वा लोपः कथं न भवति? सूत्रसङ्ख्या तत्र किमपि अपवादः अथवा तत्र कान्फ्लिक्ट् नास्ति. णश णकारस्य अहं वदामि णकारस्य छुटु इति सूत्रेण नकारस्य इति संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः किमर्थं भवितुम् अर्हति न भवति न अत्र सूत्रम् एकनिमिष विजि महोदय भवती वदतु विजि महोदय एव वदति ओहो नकारस्य स्थाने नकारः किमर्थं महोदय कोऽपि जानाति वा आं महोदय अत्र प्रत्यय एव महोदय अत्र धातु विजि महोदय प्रत्यानां कृते चुटु इति सूत्रम् अत्र तु नश् इति धातु. तर्हि मम प्रश्नस्य मम प्रयोजनम् अस्ति यत् कुत्रापि कस्मिन्नपि सूत्रस्य विषये निमित्तानि कानि कानि तस्य ज्ञानं बहु महत्त्वपूर्णम् अस्ति. केवलं चुटु चुटु च आदि चवर्गः टवर्गः अस्ति चेत् तस्य लोपः भवति इति नास्ति. तत्र निमित्तः अस्ति प्रत्ययः इति निमित्तः अस्ति. तत्र तस्यापि ज्ञानं सर्वदा अस्माकं मस्तिष्के भवेत्. अस्तु अग्रे पठतु महोदय विजि महोदय अग्रे सखा विभाषितो मर्षणे शक्योगगस्यन् शक्य इति अङ्गं शक्ययोगति वा ते शक्यति शक्यते शक्नोति अग्रे अनप्राणने अनियोगगस्यन् अन्योगगय अन्ययोगगते अन्यते जीवितः तिष्ठति इत्यर्थः. पदगतौ पद्योगः श्यन् पद्योगः य पद्य पद्ययोगगते पद्यते गच्छति भवति घटितो भवति घटितो भवति. तदनन्तरं रद् रद्य रद्यति मन् मन्य मन्यते तप् तप्य तप्यति शप् शप्य शप्यति नभ नभ नभ नभ्य नभ्यति अस् अस्य अस्यति जस् जस्य जस्यति तस् तस्य तस्यति दस् तस् दस्य दस्यति वस् वस्य वस्यति मस् मस्य मस्यति स्नस् स्नस्य स्नस्यति नः नह्य नह्यति. अत्र किमपि कार्यं नास्ति केवलं नास्ति वर्णमेलनमेव. आम् आम् अग्रे इडुपदधातवः 70 सप्तदशः धातवः श्विता गात्रप्रक्षरणे गात्रप्रक्षरणे श्वेतस्य आगमनं इत्युक्ते वैट् श्वेत इत्युक्ते स्वेट् स्वेट् स्वेट् ओहो ओ अङ्गम् ओहो ओहो ओके ओके ओके गात्रप्रक्षरणे गात्र इत्युक्ते शरीरं प्रायः गात्र तत् लिम्ब इति अपि अस्ति गात्रस्य अवयवः तत्र स्वेदम् आगच्छति अत्र स्विद्यति अग्रे स्विद् योगकस्यन् स्विद्य इति अङ्गं स्विद्य योगगति स्विद्यति क्लिद् अधुना क्लिद्य महोदय प्रश्नद्वयमस्ति मम भवती एव वदतु. प्रथमं तु श्विद् श्विदा इति धातुः अस्ति तत्र शकारस्य स्थाने सकारः कथम् आगच्छति शोसः इति सूत्रम् अस्तु तत्तु एकम् अस्ति धात्वादेशे शोसः इति सूत्रम्. तदनन्तरम् अत्र उपधा मध्ये लघु इकवर्णः अस्ति तस्य गुणं भूत्वा स्वेद्यति इति किमर्थं न भवति तत्र गुणकार्यं नास्ति महोदय. किमर्थम् इति प्रत्यय अपित् अस्ति, अपित् किङित् ङित्वत् अतः पुगन्धरघुपदस्य इति सूत्रस्य प्रसक्तिः अस्ति नास्ति अत्र. प्रसक्तिः अस्ति परन्तु कार्यं न, कार्यं नास्ति. अपित् अतः ङित्वत् अतः एव गुणकार्यं नास्ति. अग्रे ओके. क्लिद् क्लिद्य क्लिद्यति, श्विद् श्विद्य श्विद्यति, खिद् दैन्ये, खिद् स्यन् योगासन् खिद्य खिद्य प्लस् ते खिद्यते, विद् विद् सत्तायां विद् योगस्यन् विद् महोदय विद् विद सत्तायां विद योगगस्यन् विद्य विद्ययोगगते विद्यते. षिदु सम्राद्धौ सम्राद्धौ इत्युक्ते सिद्ध्यति इति सिद्ध्यति षिदु महोदय सिद्ध्यति चर्चि तत्र बहूनि बहूनि अर्थानि बहवः अर्थाः सन्ति. सिद्ध्यते फैनल् इत्यर्थः वा अर्थः न तत्र अत्र अत्र पश्यतु किमस्ति तत्र सम्राद्धौ बहु प्राप्नोति टु अकाम्प्लिश् टु रीच् सिद्धु टु अकाम्प्लिश् टु रीच् टु हाव् सक्सेस् बहूनि बहवः अर्थाः सन्ति. अस्तु सिचुवेशन्स् अनुसृत्य सिद्धसमृद्धौ सिद्धयोगगस्य सिद्ध्य इति अङ्गं सिद्ध्ययोगगति सिद्ध्यति, डिप् डिप्य डिप्यति, क्षिप् प्रेरणे, त्रुधादौ क्षिपति, चुरादौ क्षिपयति. अत्र क्षिप्योगगस्यन् क्षिप्य क्षिप्ययोगगति क्षिप्यति क्षिप्यति अत्र चुरादिगणे क्षिपयति सुधादिगणे अपि अस्ति भिन्नरूपाणि सन्ति. अत्र तु क्षिप्य क्षिप्यति तिप् तिप् तिम्य तिम्यति ओ स्तिप् स्तिम् स्तिम्य स्तिम्यति, क्लिश् उपतापे क्लेशप्राप्तिः क्लेश क्लिश् क्लिश्योगगस्यान् क्लिश्य इति अङ्गं क्लिश्ययोगगते क्लिश्यते, लिश् लिश्य लिश्यते किं अतः न जानामि महोदय अत्र शब्दकोशे एव दर्शनीयम् लिश् लिश्य लिश्यते क्लिश् क्लिश् क्लिश्य क्लिश्यति, ईश गतौ युष् इष्य इष्यति, ऋष् हिंसायां ऋष् ऋष्य ऋष्यति ऋष सारि ऋष हिंसायां ऋष् ऋष्य ऋष्यति, विस विस् विष्य सारि बिस् बिस बिस् दिश्य दिश्यति, स्निह प्रीतौ ओ स्निह् योगस्य स्निह्य इति अङ्गं स्निह्य स्निह्य योगति स्निह्यति इति तु अस्ति. तर्हि अत्रापि गुणनिषेधत्वात् किमपि कार्यं नास्ति, केवलं वर्णमेलनं सामान्यकार्यम्. अस्तु धन्यवादः. धन्यवादः. अग्रे विजया महोदय पठतु. आं जि उद् उपौ उदि उपद धातवः अष्टादशत्रिंशत् धातवः सन्ति तत्र. बुध अवगमने बुद् योगः शन् प्रत्ययमस्ति, तत्र विघन्नप्रत्ययं बुद्ध्य इति अङ्गं निष्पन्नं, बुद्ध्ययोगः ते बुध्यते इति आत्मनेपदे रूपं निष्पन्नं. युद्ध संप्रहारे युद्ध योगः शन् युद्ध्य इति अङ्गं, युद्ध्य योगः ते युध्यते. अनन्तरं क्रुद् योगः क्रुद् क्रोधे, क्रुद् योगः शन् क्रुद्य इति अङ्गं, क्रुद्य योगः ति क्रुद्यति. शुद् बुभुक्षायां शुद् योगः शन् शुद्य इति अङ्गं, शुद्य योगः ति शुद्यति. शुद् शौचे शुद् योगः शन् शुद्य इति अङ्गं, शुद्य योगः ति शुद्यति. कुप् कुप क्रोधे कुप् योगः शन् कुप् इति न कुप कुप कुप सम्यक् रीत्या पठतु कुप कुप सर्वत्र बुध युध कृद सुध सुध कुप क्रोधे कुप् श्यन् कुप्य इति अङ्गं, कुप्य योगवति कुप्यति इति परस्मैपदीरूपं निष्पन्नं. पुष् पुष्टौ पुष पुष पुष्टौ पुष् योगः श्यन् पुष्य इति अङ्गं, पुष्य योगवति पुष्यति. शुष् यो शुष् शोष शिष शोषणे शुष्कः भवति, शुष् योगः श्यन् शुष्य इति अङ्गं, शुष्य योगवति शुष्यति. तुष् तुष प्रीतौ सन्तुष्टः भवति, तुष् योगः श्यन् तुष्य इति अङ्गं, तुष्य योगवति तुष्यति. अग्रे अग्रे अस्तु उप उपदा उपदधातवः त्रयो त्रयोदश अस्ति धातवः सन्ति तत्र. सृज विसर्जे त्यजति, सृज् योगः शन् सृज्य इति अङ्गं, सृज्य योगः ते सृज्यते. नृत्ति गात्र विक्षेपे, नृत् योगः शन् नृत्य योगः इत्यङ्गं, नृत्य योगः नृत्ययोगवति नृत्यति. कृप क्रीणने तृप्तः भवति, प्रसन्नः भवति. तृप् योगः शन् तृप्य इति अङ्गं, तृप्ययोगः अपि तृप्यति. हृष तुष्टौ हर्षः आयाति, हृष् योगः शन् ऋष्य इति अङ्गं, ऋष्ययोगः अपि ऋष्यति. ऋतौ ऋदौ वृद्धौ वर्धने, रुद् योगः शन् रुद्य इति अङ्गं, रुद्ययोगः रुद्यति. कृश तनूकरणे कृशः भवति लिन्, कृश् योगः शन् कृश्य इति अङ्गं, कृश्ययोगः कृष्यति इति निष्पन्नं. तत्र कृष् कृष्यति, गृद् गृद्यति, गृप्यति, दृश् दृश्यति, वृष् वृष्यति, मृष् मृष्यति, मृष्यते इति उभयपदं तत्र अस्ति जि. अस्तु धन्यवादः महोदय. अत्रापि सर्वत्र अत्र गुणं न भवति, यतोहि नित्वत् अस्ति, सार्वधातुकम् अपि नित्वत् भवति, अतः तत्र गुणे निषेधः. अस्तु तत्र अग्रे गच्छामः. सुमन् महोदय अग्रे पठतु. अस्तु महोदय, श्रूयते किम्? अस्तु, शेषधातवः पञ्चादशधातवः सन्ति. पुष्पविकसने पुष्पयोग श्यन् पुष्प्य इति अङ्गं, पुष्प्य युगति पुष्प्यत् पुष्प्यति. दीपि दीप्तौ दीप्यति, पूरी आप्यायने पूरणे पूर्यति भवति. व्रीड् व्रीड्यति, राद् राध्यति, स्टीम् स्टीम्यति. इदानीं तु व्रीड् राद् ते सर्वे स्टीम् ते सर्वे औपदेशिकरूपं नास्ति खलु, लौकिकरूपाणि सन्ति. सत्यं सत्यम् अस्तु, तत्र किमपि कार्यं नास्ति. अस्तु, तर्हि इदानीं पर्यन्तं सामान्यधातवः सन्ति, किमपि कार्यं नास्ति. अधुना विशेषधातवः सन्ति, पञ्चविंशतिः धातवः, तत्र किमपि विशेषकार्यमस्ति. अग्रे पठामः. अस्तु महोदय, पठतु अग्रे. अस्तु, विशेषधातवः पञ्चविंशतिधातवः. प्रथमम् अस्ति अनिदत् धातूनाम् उपधायां नकारलोपः. द्वौ धातु स्तः. यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति सः धातु सः क्षम्यतां सः धातु इदित् इति उच्यते. यः धातुः इदित् नास्ति सः अनिदित् इति उच्यते. अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति निति प्रत्यये परे. दिवादिगणे तादृश द्वौ धातु स्तः. रञ्ज् रागे तत्र क्षम्यतां रञ्ज रागे तत्र अन्तिम अकार अज् अनुनासिक इत् भवति, अनन्तरं लोपः भवति. रञ्ज् इति तिष्ठति. भ्रंशु अधः पतने तत्र भ्रंश् भवति. श्यन् निद्वत् अतः श्यनि परे अन्योः धातवोः नकार न लोपः भवति. अग्रे पठामि. पठतु. अस्तु, इदानीं वयं जानीमः तत्र लिखितमस्ति धातुद्वयम् अस्ति रञ्ज् अपि च भ्रंश्. धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्याः च इमे सर्वे मूल्ये दन्त्यनकारः एव इति बोध्यम्. तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः ततः अग्रे च यथा सङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति. क्षम्यताम्. अस्तु, इदानीं सन्धिविषये किमपि अस्ति तत्र अस्ति पदस्य अनुस्वारः अस्ति, अनन्तरं अनुनासिकवर्ण अस्ति चेत् अनुस्वारस्य स्थाने वर्गीयव्यञ्जनम् आदेशः भवति. अस्माभिः पठितं पूर्वमेव. तर्हि अत्र यत्रापि अनुस्वारः अस्ति नो चेत् पञ्चमवर्णः अस्ति तत् वस्तुतः मूलरूपेण नकारः एव अस्ति इति चर्चा इति वार्ता. अग्रे पठतु. अतः दिवादिगणे रञ्ज् धातोः मूलरूपम् अस्ति वस्तुतः रञ्ज्. भ्रंश् धातोः मूलरूपम् अस्ति भ्रंश्. यथा रञ्ज् नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः भवति रञ्ज् भवति. अनुस्वारस्य ययि परसवर्ण इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्ण आदेशः रञ्ज् भवति. इत्युक्ते नकारस्य स्थाने तालव्य ञकारः आदेशः भवति. अतः धातुः अस्ति रञ्ज्, परन्तु उपधायां नकारः अस्ति इति बोध्य. अस्तु, इदानीं तु वयम् उपधायां नकारः न पश्यामः, किन्तु मनसि स्थापयं तत्र न्यकारः अस्ति चेदपि तत्तु नकार एव इति. अस्तु, इदानीं रञ्ज् तत्र रञ्ज् पठतु. रञ्ज् दिवादिभ्यः श्यन् इत्यनेन दिवादौ श्यन् भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे. रञ्ज् योगः शन् अनदितां हल् उपधायां निति इत्यनेन निति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः अतः रञ्ज् रज् भवति. रज् योग यकार रज्य इति अङ्गं, रज्य योगति रज्यति इति भवति, न तु रञ्ज्यति. तत्र रञ्ज इति धातुः अस्ति, तत्र अनिदित् अस्ति, इदित् नास्ति, नाम ह्रस्वैकारस्य इति संज्ञा नास्ति, अनिदित् अस्ति, अनदित् अस्ति, अतः तत्र नित् प्रत्यये परे कित् नित् प्रत्यये परे अत्र नकारस्य उपधायां नकारस्य लोपः भवति. तर्हि अत्र श्यन् नित्वत् अस्ति सार्वधातुकम् अपि इति सूत्रेण, अतः तत्र तत्र उपधायां यत् नकारः अस्ति तत् मूलतः मूलरूपेण वस्तुतः नकारः अस्ति, तस्य लोपः भूत्वा रज्यति रज् इति भवति, रज्यति इति रूपं भवति, न तु रञ्ज्यति. अस्तु, धन्यवादः महोदय. धन्यवादः. अग्रे मदर् महोदय अस्ति. आम् महोदय. अत्र सूत्रम् अस्ति अनिदितां हल उपधाया नीति. अनदितां हल उपधाया नीति इति येषां हलन्तधातूनां ह्रस्व इकारस्य इत्संज्ञा नास्ति तेषाम् उपधायां नकारः अस्ति चेत् तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे. इत् इत् अस्ति येषां ते इदितः, न इदितः अनिदितः. बहुव्रीहिः गर्भः नञ्च तत्पुरुषसमासः तेषाम् अनिदिताम्. इक् च इङ् च तयोः इतरेतर द्वन्द्वः क्वौ इक्नौ क्नौ इत्तौ अस्य सः नित् द्वन्द्वगर्भ बहुव्रीहसमासः तस्मिन् निति. अनिदितां षष्ट्यन्तम्, अलः षष्ट्यन्तम्, उपधाया षष्ट्यन्तं, निति सप्तम्यन्तम्, अनेकपदम् इदं सूत्रम्. स्नानलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. अनिदितां अलः अङ्गस्य उपधायाः नः लोपः नितिः. किं लिखितं किं लिखितम् अत्र? यत्र हस्व इकारस्य लोप न भवति तत् अनिदित् इति वक्तव्यं. तादृश अनिदित् अस्ति धातु अस्ति चेत् अत्र नकारस्य लोपो भवति ङिति परे इति अस्ति महोदय. उपधायाः नः लोपः भवति. तर्हि अत्र निमित्तानि सन्ति अङ्गं यत् अस्ति तत् अनिदिताम् अस्ति, धातु अनिदिताम् अनिदितधातु अस्ति, ह्रस्व इकारस्य इति संज्ञा नास्ति, धातु हलन्तः अस्ति, तत्र नकारः अस्ति, अग्रे प्रत्ययः कित्वत् कित् अथवा तर्हि अत्र दिवादिगणे नकारस्य लोपः तत्र विसर्गः अस्ति किल अस्ति खलु अतः एव अहं पृच्छामि नः लोपः इति अस्ति तत्र न लोपः एव षष्ठी रूपमस्ति वा तत्र अस्तु जि यथा भवत् भवतः तथा न नः नः इत्युक्ते नकारस्य षष्ठीरूपं षष्ठी एकवचनं महोदय एकः प्रश्नः सूत्र हलः इत्युक्ते किमर्थं हलन्तस्य किमर्थं नास्ति हल एव हलन्तं खलु हलः अङ्गः इत्युक्ते वयं जानीमः खलु तत्र यदा केवलमस्ति तत्र तस्य तत्र तस्य अर्थमस्ति हलन्त अस्तु अग्रे मल्लर् महोदय पठतु अग्रे अयं रञ्जधातु अयं रञ्जधातु उपरि उपरि गच्छतु उपरि उपरि गच्छतु अयं रञ्जधातुः द्वादौ अपि अस्ति तत्र शप् इति विकरणं शप् च न कित् न वा नित्वा अतः अनिदिताम् अल उपदाया नितिः निति इति सूत्रेण न लोपः न भवति परन्तु तत्रापि न लोपः इष्टः अतः पाणिनिना तदर्थं विशिष्टसूत्रं विरचितम् एतत् रञ्ज् इति धातु भ्वादिगणपि अस्ति तत्र विकर्णप्रत्ययः शप् अस्ति अतः अतः गुण भवति गुण किमपि अपित् अस्ति शप् अस्ति तत् पित् अस्ति ततः गुणकार्यं भवति परन्तु अत्र गुणस्य प्रसक्तिः नास्ति रञ्ज् मध्ये तत्र एकनिमिष तत्र भवादिगणे कित् शप्रत्ययः अस्ति तत् अपित् अस्ति अतः नित्वत् नास्ति अतः अनिदितां हल उपधायां निति इति सूत्रं कार्यं कर्तुं न शक्नोति सूत्रं कार्यं न करोति परन्तु अत्र अत्र अनिदिता अनिदित् अस्ति अतः नित्वत् भवति ततः ततः नकारस्य लो न न महोदय भवती न अवगच्छति अत्र रञ्जधातु भवादिगणे अपि अस्ति भवादिगणे अनिदितां हल उपधाय निति इति सूत्रं कार्यं कर्तुं न शक्नोति यद्यपि धातु अनिदित् अस्ति हल् अस्ति उपधायां नकारः अस्ति तथापि सूत्रं कार्यं न करोति यतोहि प्रत्ययत् अस्ति अतः एतत् परन्तु न लोपः इष्टः अस्ति भवादिगणे अपि अतः पाणिनिना नूतनसूत्रस्य निर्माणं कृतं येन भवादिगणे अपि नकारलोपः भवति रञ्जेश्च इति नूतनसूत्रम् अस्ति रञ्ज् धातोः अपि नकारस्य लोपः भवति शपि परे रञ्जेः षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं स्नान न लोपः इत्यस्मात् न लोपः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रञ्जेः च अङ्गस्य न लोपः शपि अत्र भ्वादिगणे अपि नकारस्य लोपः भवति इति प्रायः तत्र शपि तस्य अनुवृत्तिः नास्ति अहम् एकवारं पठामि सिक्स् फोर् सिक्स् एकनिमिषम् तत्र शप् तत्र दंशसञ्जसञ्जां शपि इति सूत्रात् शपि तस्य अनुवृत्तिः भवति सत्यम् अस्तु तर्हि अत्र रञ्जेः च अङ्गस्य न लोपः शपि तर्हि भ्वादिगणे तत्र शप् अस्ति तत्र नकारस्य लोपः भवति रञ्जेश्च इति सूत्रेण दिवादिगणे यत् रञ्जस्ति तस्य लोपः भवति अनिदतां फल उपधायन् इति मुख्यवार्ता अस्ति अस्तु अग्रे पठतु महोदय अग्रे पठतु महोदय आं महोदय द्वादिगणे रजति अथवा रजते इति रूपे भवतः द्वादिगणे रजति वा रजते इति रूपः भवति भ्रंश नच्च पदान्तस्य जलि इत्यनेन जलीपरे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः भ्रंश शकारः ययि नास्ति अतः परसवर्ण्य आदेशः न भवति तर्हि धातुः प्रंश् परन्तु उपधायां नकारः अस्ति इति बोध्यम् नश्चर्य प्रदान्तस्य जलि इति सूत्रेण नकारस्य अनुस्वारः भवति तदनन्तरं परसवर्णसन्धि न भवति यतः अग्रे शकारः अस्ति अतः ब्रञ्च् एव भवति यै यै न अस्ति ब्रंश् एव तिष्ठति ब्रञ्च् दिवादिभ्यः ष्यन् इत्यनेन दिवादौ ष्यन् भवति कर्तार्थे सार्वधातुकप्रत्यये परे ब्रंश् योगः ष्यन् अनिदिताम् अल उपधाया नितिः निति इत्यनेन नितिप्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः ब्रश् योगः य ब्रश्य इति अङ्गं ब्रश्य योगः ति ब्रश्यति अत्र ब्रश् इति अतः ब्रंश् इति एव भवति अनन्तरं दिवादिभ्यः शन् इति सूत्रेण कर्त्रार्थके सार्वधातुकप्रत्यये परे ब्रंश्योगः शन् इति अनिदित् ब्रंश् अस्ति अनिदित् अस्ति इति कारणेन अत्र नकारस्य लोपः भवति अतः ब्रश् योगः य भवति तदनन्तरं ब्रश्य इति अङ्गं ब्रश्यति इति रूपम् अन्तिमरूपं भवति तर्हि अत्र अनुस्वारः अस्ति परन्तु वस्तुतः तदपि नकारः अस्ति अतः तत्र नकारस्य लोपः भूत्वा भ्रश्यति इति भवति अग्रे अयं ब्रंश् धातुः अयं ब्रंश् धातुः द्वादौ अपि अस्ति तत्र न लोपः न भवति भ्रंशते इति रूपम् अत्र धातु भ्वादि ब्रंश् धातु भ्वादिगणे अपि अस्ति परन्तु अत्र नकारस्य लोपः न भवति यथा रञ्च् धातु भवति तदेव अत्र न भवति इति उक्तमस्ति यतोहि रञ् धातु कृते अन्यसूत्रमस्ति रञ्जेश्च येन शप् शपि अपि शप् शप् शप् शप् प्रत्यये अपि अनन्तरम् अस्ति चेत् नकारलोपः भवति परन्तु तादृशसूत्रं भ्रंश् धातु कृते नास्ति अतः नकारस्य लोपः न भवति अतः भ्रंशते भवति सामान्यरूपम् महोदय तत्र अष्टाध्यायी सूत्रपाठे तु दंश् स्वञ्ज् तत्र अस्ति तत्तु भूवादि क्षम्यतां दिवादिगणे नास्ति नास्ति अस्तु भ्वादिगणे अस्ति अस्माभिः ते धातवः भ्वादिगण पाठे अस्माभिः पठितः सत्यं सत्यं तत्र अस्ति खलु एकवारं सर्वे अष्टाध्यायीसूत्रपाठे 6426 इति उद्घाटयन्तु 6426 अस्ति रञ्जश्च 6423 पेज् 114 25 महोदय न 6423 इति अहं वदामि तत्र. ओ अस्तु. सर्वे प्राप्नुवन्ति वा? पेज् 114, 6, 4, 23. तर्हि अत्र पश्यतु, तत्र 6, 4, 23 इति श्नान्नलोपः इति सूत्रात् आरभ्य न न नकारलोपस्य कृते सूत्राणि सन्ति. तत्र अत्र एतेभ्यः सूत्रेभ्यः सूत्रेभ्यः नकारस्य लोपः भवति. तर्हि प्रथममस्ति श्नान्नलोपः. तत्र श्नात् न लोपः इति अस्ति. इदं सूत्रं तु रुधादिगणे तत्र आगच्छति, यतोहि तत्र श्नम् इति विकरणप्रत्ययः अस्ति. अतः श्नान्नलोपः इति सूत्रं श्न इति श्नम् श्नम् इति रुधादिगणे विकरणप्रत्ययः. तर्हि अस्य कार्यं रुधादिगणे आगच्छति, अतः इदानीं वयं न पश्यामः. परन्तु 6, 4, 24 अस्ति, अनिदितां हल उपधायामिति, अतः अस्माभिः पठितं. तदनन्तरमस्ति दंशसञ्जस्वञ्जांशपि, अस्माभिः द्वादिगणे पठितं यत् दंश सञ्ज स्वञ्ज अत्रापि अत्रापि नकारस्य लोपः अस्ति. तर्हि अत्र प्रश्नः अस्ति खलु, तत्र किमर्थं नूतनसूत्रस्य आवश्यकता? अत्रापि दंशसञ्जस्वञ्ज अनिदितामस्ति, हल् अपि अस्ति, उपधायां नकारः अपि अस्ति. तर्हि किमर्थं नूतनसूत्रं? तर्हि यतो सर्वत्र नित्य अस्ति, किन्तु दंश स्वञ्ज तदेव अहं वदामि. तत्र दंश सञ्ज स्वञ्ज भ्वादिगणे अस्ति, भ्वादिगणे शप् अस्ति, शप् नित्वत् नास्ति, अतः अनिदितां हल उपधाय निति इति सूत्रं कार्यं कर्तुं न शक्नोति. परन्तु भाषायां तु दंशसञ्जस्वञ्ज मध्ये अपि नकारस्य लोपः भवति, अतः पाणिनिना नूतनसूत्रं कृतं यत् शप् प्रत्ययः परे अस्ति चेदपि दंशसञ्जस्वञ्ज इत्यत्र नकारस्य लोपः भवति. तथैव रञ्जेश्च इति तत् अस्माभिः पठितं खलु, तत्र प्रायः तस्य कार्यं कारणमस्ति अत्र अग्रे अनुवृत्ति भवति. रञ्जतस्य अनुवृत्ति भवेत् प्रायः, परन्तु दंशसञ्जस्वञ्ज ते तेषाम् अनुवृत्ति न न भवति, अतः भिन्नसूत्रं. तर्हि इदानीं सत्रे अत्र तत्र अत्र अपि अस्ति, तत्र नकारलोपसूत्राणि सन्ति. तर्हि अत्र अस्माभिः यथा पूर्वमपि पठितम्, एकप्रकरणे यानि यानि सूत्राणि सन्ति तानि अष्टाध्याय्याम् एकस्मिन् स्थाने एव सन्ति. तर्हि न लोपः इति एकं प्रकरणम् इति चिन्तयतु, अतः तस्य सर्वाणि सूत्राणि अत्र स्थापितानि अस्ति इति विषयः अस्ति. अस्तु, तर्हि अनिदतां हल उपधाय निति इति अस्ति. अस्तु, इदानीम् अग्रे गच्छामः. धन्यवादः महोदय. अधुना नूतन महोदय अस्ति, सौम्य शेख शङ्कर महोदय अस्ति. भवान् नूतनः अस्ति वा? आम् आचार्य. भवान् नूतनः अस्ति वा? अत्र प्रथमवारम् आगच्छति खलु? अस्तु, भवान् अवगच्छति वा अत्र किं भवति? नूतनम् अस्ति, परन्तु इदानीम् अद्य अस्माभिः यत् यत् पठितं तद् भवान् अवगच्छति? तत् अवगतं, मया अवगतं, यतः पूर्वं पठितं मया. ओ, पूर्वं पठितम् अस्ति. अस्तु, तर्हि भवान् अग्रे पठति वा? अवश्यम् अग्रे पठामि. अस्तु, तर्हि नश्चापदान्तस्य झलि इति सूत्रं. किन्तु आचार्य, नश्च पदान्तश्च झलि सूत्रं पठतु. अत्र अनिदां हल उपधाय निति इति सूत्रं तु अस्माभिः पठितं, तदनन्तरम् अस्ति खलु अनुस्वारादेशः नश्च पदान्तस्य झलि, प्राप्नोति वा? तस्य अधः अस्ति, सौम्य महोदय प्राप्नोति वा? अस्तु, प्रायः गच्छति। अस्तु, मीना महोदय अस्ति खलु? सूत्रसङ्ख्या अत्र एव अस्ति, 8324. एकनिमिष, किं किं भो विजय महोदय, भवती किं वदति? मम दूरवाण्यं भग्नम् अभवत् अतः एव पृच्छामि। हा अस्तु, अत्र नश्चापदान्तस्य झलि अत्र अनिदतां हल उपधाय निति इति सूत्रानन्तरं करपत्रे एव। सौम्य महोदय भवान् प्राप्नोति वा? सौम्य महोदय भवान् प्राप्नोति? शृणोति। मीना महोदय भवती पठतु। नश्चापदान्तस्य झलि, अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे। झल् प्रत्याहारे वर्गस्य प्रथमः, तृतीयः, तृतीयः, चतुर्थः च वर्णाः अपि च शशसः इति वर्णाः अन्तर्भूताः। पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः, तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम्। अपदान्तस्य षष्ट्यन्तं झलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं। मोनुस्वारः इत्यस्मात् मह इत्यस्य अनुवृत्तिः तयोर्व्योर्वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अपदान्तस्य मह नः च अनुस्वारः झलि संहितायाम् इति पूर्णसूत्रम्। किम् अर्थं वदतु? यत्र पदान्ते नकारम् अस्ति चेत् अथवा मकारः अस्ति चेत् अपदान्तस्य नकारं वा मकारं वा अस्ति चेत् तस्य स्थाने अनुस्वारः भवति झलि परे। झल् इति प्रत्याहार झबञ् सर्वे वर्धः, प्रथम, द्वितीय, तृतीय, चतुरः अपि च शशसः, शशसः इति वर्णाः अन्तर्भूताः तत्र। झलि परे अनुस्वारः भवति नकारस्य मकारस्य च अपदान्तस्य अनुस्वारः भवति जलिपरे। तावदेव महोदय। सत्यं, तर्हि अत्र अपदान्तमकारः अथवा अपदान्तनकारः अस्ति तस्य अनन्तरं यदि संहितायां नाम सन्धिरूपेण झल् प्रत्याहारस्य वर्णः अस्ति तर्हि तस्य मकारस्य अथवा नकारस्य स्थाने अनुस्वारः भवति इति अस्माभिः पूर्वमपि पठितम्। अस्तु, अग्रे अनुस्वारस्य एकः प्रश्नः अस्ति, तत्र झल् तत्र यकार लकार वकार रेपः अन्तर्भूताः न सन्ति, ते सन्ति चेत् नकार मकार तिष्ठति किम्? तिष्ठति, तत्र अनुस्वारः न भवति। अहं चिन्तितवती पश्यतु, अन्य इति शब्दम् अस्ति, अन्य पदान्ते इति चिन्तयामि न, परन्तु अन्य इति अस्ति, अत्र नकारः अस्ति, अपदान्त अस्ति, परन्तु नकारस्य स्थाने अनुस्वारः न भवति। सत्यम्, अग्रे अनुस्वारस्य परसवर्णादेशः अनुस्वारस्य यै परसवर्णः, अनुस्वारस्य यै परसवर्णः, अनुस्वारस्य स्थाने परसवर्णादेशे भवति यै परे। परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदसूत्रमिदं सूत्रं यत् यै प्रत्याहारे शह एता वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः ययि परे तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायाम् ययि ययि प्रत्याहारे परे अनुस्वारस्य परसवर्णः भवति. अधुना प्रश्नः उदेति परसवर्ण इत्युक्ते किं मुख्यप्रश्नः परसवर्णः इत्युक्ते किं तत्र अग्रे लिखितमस्ति पठतु अग्रे. परसवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः तस्य सवर्णः अनुस्वारात् परः यः वर्णः अस्ति ओके तस्य सवर्णः सवर्णः नाम अनुस्वारात् अनन्तरं यत् यय प्रत्यहारस्य वर्णः तत् यय प्रत्यहारवर्णस्य यत् सवर्णः अस्ति तत् परसवर्णः अनुस्वारात् परः यः वर्णः विचववर्णः कोऽपि वर्णः अत्र यय प्रत्यहारस्य वर्णः अस्ति खलु अत्र तर्हि यत् कोऽपि वर्णः अस्ति यय प्रत्यहारस्य तस्य सवर्णः वर्णः सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते सवर्णनाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः स्थाने अन्तरतमः सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु वर्गीयवञ्जनेषु अनुस्वारस्य सदृश पञ्चमसदस्य एव अतः स्थाने अन्तरतम इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशः भवति आल् फोर् दट् यदा अङ्गम् अङ्ग मञ्च मञ्च मन्ता मन्था वर्ग पञ्चमवर्गीयस्य वर्णः भवति देयं शशसः इति वर्णाः एकनिमिषम् तर्हि अत्र धन्यवादः महोदय तर्हि अत्र तर्हि तत्र परसवर्णः इति लिखितं परसवर्णः इत्युक्ते किं पर अनुस्वारात् परं यत् परः यत् वर्णः यः वर्णः अस्ति तस्य सवर्णः इदानीं सवर्णः इत्युक्ते किं तर्हि यः वर्णः अस्ति तस्य वर्गे ये स्थिताः नाम तत् वर्णं सदृशं ये वर्णाः सन्ति ते इदानीं यथा उदाहरणमस्ति यदि क अस्ति क अग्रे वर्णः यदि क अस्ति तर्हि क इति तस्य सवर्णः वर्णः के ककारः अपि अस्ति खकार अपि अस्ति क ख ग घ ङ न एकनिमेष क ख ग घ घ इति पञ्चवर्णाः सन्ति ये ककारस्य सवर्णाः सन्ति यतोहि ते सर्वे एकस्मिन् एव वर्गे स्थिताः सन्ति इदानीं प्रश्नः अस्ति बहवः सवर्णाः सन्ति तर्हि कस्य वर्णस्य अपेक्षा भवति तर्हि तस्य निवारणार्थे स्थाने अन्तर्तमः इति परिभाषासूत्रम् आगत्य वदति यत् यदा कस्यापि स्थाने कोऽपि सवर्णवर्णः आगच्छति तर्हि यस्य स्थाने नाम स्थानी यत् अस्ति तस्य अन्तरतमः नाम सदृशवर्णः एव आगच्छति इदानीं स्थानी अनुस्वारः अस्ति अतः अनुस्वारस्य सदृश यत् सवर्णवर्णः अस्ति तदेव आगच्छति इदानीं सदृशवर्ण इत्युक्ते यस्य उच्चारणस्थान समानम् अस्ति स्थाने इति अस्ति खलु स्थाने अन्तर्तमः तत्र उच्चारणस्थाने उच्चारणस्थानं यत् समानम् अस्ति इदानीम् अनुस्वारस्य उच्चारणस्थानम् अस्ति नासिका तर्हि सदृश सवर्णवर्ण सवर्णवर्णेषु यस्य उच्चारणस्थान नासिका अस्ति तस्य एव अत्र आदेशः भवति तर्हि कखघं ग मध्ये पञ्चमवर्णः ग इति तस्य नासिका इति उच्चारणस्थानम् अस्ति अतः नकारस्य स्थाने पञ्चमवर्णः आगच्छति नाम यदि नकारस्य अनन्तरं वर्गीयव्यञ्जनम् अस्ति ये प्रत्याहारस्य वर्गीयव्यञ्जनम् अस्ति तर्हि अनुस्वारस्य स्थाने वर्गीयव्यञ्जनस्य पञ्चम वर्गस्य पञ्चमवर्णः आगच्छति इति वार्ता अस्ति तर्हि अत्र अङ्ग अस्ति अङ्गमध्ये अनुस्वारानन्तरं गकारः अस्ति कवर्गीय अतः कवर्गीयपञ्चमवर्णः आगत्य अङ्ग इति मञ्च मध्ये चवर्गीयपञ्चमवर्णः मञ्च मन्ता मध्ये तवर्गीयपञ्चमवर्णः मन्ता इति तर्हि एकं विशिष्टमस्ति अत्र यत् इदं सूत्रं नित्यसूत्रमस्ति सर्वदा भव कर्तुं कार्यं करणीयम् एव अनुस्वारस्य स्थाने पञ्चमवर्णः आगच्छति एव विकल्पेन नागच्छति सर्वदा आगच्छति तर्हि तत् किमस्ति किमर्थम् अहं वदामि तत्र ये जनाः हिन्दीभाषां जानन्ति तत्र हिन्दीभाषां तत्र अनुस्वारः एव तिष्ठति तत्र प्रायः ते पञ्चमवर्णः न पञ्चमवर्णः जनाः पञ्चमवर्णं न लिखन्ति तत्र गङ्गा अस्ति तत्र अनुस्वारः एव तिष्ठति अङ्ग अस्ति तत्र अनुस्वारः एव तिष्ठति परन्तु संस्कृतभाषायां तत् अशुद्धम् अस्ति अनुस्वारस्य ईपरसवर्णः नित्यसूत्रम् अस्ति सर्वदा तत्र पञ्चमवर्णः करणीयः एव अनुस्वारः न तिष्ठति इति तर्हि यदि कोऽपि अङ्गमध्ये अ अनुस्वारः ग लिखति तत् असमीचीनम् अस्ति संस्कृते अङ्ग अ पञ्चमवर्णः ग इति एव लेखनीयम् अस्तु तर्हि धन्यवादः महोदय अग्रे गच्छामः को अस्ति रघुवीरः महोदय पठतु अग्रे आं महोदय क्षम्यतां महोदय ध्येयं ष ह इति वर्णाः ञ् प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परसवर्णादेशो नैव भवति यथा रंस्यते नंस्यति नंस्यति अङ्गंस्यते अङ्गंस्यते तत् किं महोदय अङ्गंस्यते अत्र पश्यतु रंस्यते मध्ये अत्र सकारः अस्ति खलु सकारः मध्ये सकारः यै प्रत्याहारे नास्ति अतः अनुस्वारस्य स्थाने किमपि न भवति अनुस्वारः एव तिष्ठति परन्तु अहं चिन्तयामि सङ्गंस्यते मध्ये सकारोत्तर अनुस्वारः यत् अस्ति तस्य स्थाने कवर्गस्य पञ्चमवर्णः भवेत् अत्र सङ्गंस्यते अत्र अनुस्वारद्वयमस्ति खलु भवितव्यम् आम् परन्तु गकार अनन्तरं यत् अनुस्वारः अस्ति यत् सकारपूर्वम् अस्ति तत्तु न भवति यतोहि सकारः तु यहि नास्ति महोदय तत् पदान्तमस्ति महोदय तत् तत्र विकल्प अस्ति अहं चिन्तयामि सम् इति उपसर्ग इति पूर्वकः तत्र प्रायः भवान् सत्यं वदति अत्र पदान्ते अस्ति अत्र उपसर्गः अस्ति अतः विकल्पेन तत्र भवति तत्र विकल्पे भवति इति अहं वदामि कथम् अत्र अष्टाध्याय पठतु अत्र वन् थ्री एय्ट् वन् थर्टि एय्ट् इति पृष्ठमस्ति 138 तत्र पदान्ते अस्ति चेत् वा पदान्तस्य कार्यं करोति सत्यं तत्र अनुस्वारस्य यै परसवर्णः अस्ति 8458 तदनन्तरमस्ति वा पदान्तस्य, तर्हि अनुस्वार यदि पदान्ते अस्ति तत्र विकल्पेन अनुस्वारः अपि भवति पञ्चमवर्णः अपि भवति इति। तर्हि अत्र सङ्गच्छते मध्ये सं यत् अस्ति तत् उपसर्गः अस्ति, अतः पदान्ते अस्ति, अतः तत्र अनुस्वारः अपि भवति अथवा पञ्चमवर्णः अपि भवति। तर्हि अत्र यद् लिखितमस्ति तदपि समीचीनमस्ति, अनुस्वारस्य स्थाने कखगङ्ग कवर्गस्य पञ्चमवर्णः लिखितः अस्ति चेत् तदपि समीचीनम् अस्ति। तर्हि तत् मम दोषः अस्ति, पदान्ते वा पदान्तस्य अपदान्ते नित्यः अपदान्ते नित्यं पदान्ते विकल्पेन महोदय। अस्तु अग्रे पठतु। स्थानेन्तरतमः प्रथमाध्यायस्य प्रथमपादस्य 50 सूत्रमस्ति। प्रसङ्गे स्थानं गुणं प्रमाणम् अर्थम् इत्येषु अन्यतमम् अनुसृत्य तुल्यतम आदेशो भवतु। यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः। स्थाने सप्तम्यन्तम् अन्तरतमः प्रथमान्तम् विपदमिदं सूत्रम्। इदं सूत्रं परिभाषासूत्रं, यत्र आदेशो अपेक्षितः अपि च द्वितीयम् अनेकानां वर्णानां ग्रहणम् अस्ति अपि च तृतीयं तेषु कः वर्णः गृहीतः नियमः नास्ति। तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषासूत्रम् इत्युच्यते। अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम्। प्रसङ्ग इत्युक्ते यत्र प्राप्तिरस्ति, तुल्यता समानता सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत् तर्हि स्थानम् अर्थं गुणं प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम्। सर्वप्रथमं स्थानं, स्थानं नोपलभ्यते चेत् गुणः, गुणः नोपलभ्यते चेत् प्रमाणं, प्रमाणं नोपलभ्यते चेत् अर्थः इति निर्णयस्य आधारः। आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति। अपरेषां प्रसङ्गः विरलः। अस्तु तर्हि धन्यवादः महोदय। तर्हि अत्र स्थाने अन्तरतमः इति सूत्रमस्ति, तत्र लिखितमस्ति यत् परिभाषासूत्रमस्ति, तत्र आदेशः अपेक्षितः अस्ति, कोऽपि आदेशः अपेक्षितः अस्ति। तदनन्तरम् अनेकवर्णानां ग्रहणं भवति, तदनन्तरं परन्तु कस्य वर्णस्य ग्रहणं भवति तस्य कृते नियमः नास्ति। तथा स्थितिः अस्ति चेत् स्थाने अन्तर्तमः इति परिभाषासूत्रम् आगत्य वदति यत् स्थानम् अथवा गुणम् अथवा प्रमाणम् अथवा अर्थं तस्य समानं यत् वर्णम् अस्ति, यत् तुल्यतमवर्णः अस्ति, तस्य आदेशः भवतु इति, तस्य आदेशः भवतु इति। तर्हि सर्वप्रथमं स्थानस्य आधारेण यदि आदेशः भवितुं शक्नोति तस्य आदेशः भवति। स्थानं न उपलभ्यते चेत् गुण नोपलभ्यते चेत् प्रमाण न उपलभ्यते चेत् अर्थ। आधिक्येन स्थानम् अनुसृत्य एव आदेशः भवति, अपरेषां नाम गुण प्रमाण अर्थ तेषां प्रसङ्गः विरलः भवति। तर्हि आधिक्येन स्थानम् अनुसृत्य नाम यस्य स्थानसमानम् अस्ति तेन आधारेण एव आदेशः भवति। स्थान इत्युक्ते उच्चारणस्थान। इदानीम् अग्रे पठामः। रघुपतिमहोदय अग्रे पठतु। क्षम्यतां महोदय। स्थानम् इति स्थानं ततः खलु? अस्तु, स्थानं मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशः निर्णीयते। यथा अकसवर्णे दीर्घः, अकवर्णात् सवर्णे अचिपरे पूर्वपरयोः स्थाने दीर्घसंज्ञक एकादेशः स्यात्। अनुवृत्तिसहितसूत्रम् अकः सवर्णे अचि पूरपरयोः एकः दीर्घः संहितायाम्। अत्र उदाहरणमस्ति दण्डयोग अग्रं दण्डाग्रम्। अत्र द्वौ अपि अकारौ कण्ठ्यौ नाम कण्ठे उत्पन्नौ, अतः तयोः स्थाने यः दीर्घादेशः भवति सोऽपि कण्ठः भवेत् सम्भवति चेत्। तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशो भवति। अत्र अकसवणे दीर्घ मुखे स्थानस्य सादृश्यमनुसृत्य आदेशः निर्णीयते। इत अत्र अकसवणे दीर्घः अस्ति, अत्र सूत्रं वदति अकसवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्। अत्र दीर्घस्वरः कः इति तुल्य स्थानस्य आवश्यकता अस्ति, अन्तरतमः अस्ति। इदानीं तस्य स्थाने आकारः कण्ठ्य एव, अतः अकाराकारस्य स्थाने दीर्घः इति अस्ति। अत्र दीर्घः आकार एव आदेशः भवति अस्ति। तर्हि अत्र प्रश्नः अत्र लिखितमस्ति अकः नाम अक् प्रत्याहारवर्णानन्तरं सवर्णवर्ण अस्ति चेत् तस्य पूर्वपरयोः एकः दीर्घवर्णः आगच्छति। इदानीं दीर्घवर्णः कः इति न लिखितं, नाम अ प्लस् अ मध्ये ई भवति, उ भवति, आ भवति, किमपि लिखितं नास्ति, किमपि लिखितं नास्ति। अतः स्थाने अन्तर्तमः इति सूत्रम् आगत्य वदति यत् यस्य दीर्घवर्णस्य स्थानम् अ अ इव अस्ति नाम कण्ठे अस्ति तस्य एव अत्र आदेशः भवति। तर्हि अ अ कण्ठे अस्ति, अतः दीर्घवर्णः यस्य आदेशः कण्ठ भवति तत्र आ एव अस्ति, अतः आ इति आगच्छति इति वार्ता अस्ति। तर्हि अग्रे महोदय तत् कोष्टकं पठतु। अस्तु, वर्णोद्भवस्थानकोष्टकम् अस्ति। अत्र कुत्र वर्णस्य उद्भवः भवति इति वर्णोच्चारणस्थानमस्ति इति अकार अवर्ण अपि च अवर्ण अपि च कवर्गीयव्यञ्जनम् अपि च ह विसर्ग हकार अपि विसर्गः एते कण्ठः। ईवर्णः अपि च ईवृण इत्युक्ते इकार अपि च दीर्घ अपि ऋस्व सर्वेषाम् आगच्छति दीर्घे ह्रस्व एव वा अष्टादश अस्तु। अपि च चवर्गीयव्यञ्जन चवर्गीयव्यञ्जनानि अपि च यकार षकार तालु अस्ति तालु। इदानीम् अनन्तरमस्ति ऋकार अपि च टवर्गीयव्यञ्जनानि अपि च रेफ अपि च षकार एतेषां स्थानमस्ति उद्भवस्थानमस्ति मूर्धा। इदानीं लृकार लृवर्णः अस्ति अपि च तवर्गीयव्यञ्जनमस्ति व्यञ्जनानि। अनन्तरं लकार सोरि लकार अपि च सकार एते दन्ताः दन्त्य दन्त उद्भवस्थानमस्ति। इदानीम् अनन्तरम् उकार उकार अपि च पवर्गीयव्यञ्जनानि अपि च किमस्ति अपि च जिह्वामूल्य उपद्मानीय एतेषाम् ओष्ठौ। अनन्तरम् अनुनासिकवर्गपञ्चम ज्ञामाङ्गणन अपि च अनुस्वार एतेषां नासिका अस्ति उद्भवस्थानम्। ए अपि औ ए अपि ऐ एतेषां कण्ठतालु अस्ति। ओ अपि च औ एतेषां कण्ठोष्ठौ वकारदन्तोष्ठौ उपद्मानी अस्तु उपद्मानी उपद्मानी कण्ठ जिह्वामूल्य नास्ति उपद्मानी अस्ति जिह्वामूल्य अस्ति न जिह्वामूल्य एव अहमेव विस्मरामि तत्र किमस्ति महोदय जिह्वामूल्य जिह्वामूल्य अस्तु अस्तु जिह्वामूल्य अस्ति अतः जिह्वामूल्य कख इति जिह्वामूल्य अस्ति जिह्वामूल्य एव महोदय कख इति कण्ठ अस्ति कख जिह्वामूल्य नास्ति जिह्वामूल्य अस्ति तत्र विसर्गः अस्ति अनन्तरं क अथवा ख आगच्छति चेत् तत्र विसर्गस्य स्थाने जिह्वामूल्यः अथवा उपध्मानीयः आगच्छति. जिह्वामूल्य क ख इति नास्ति. जिह्वामूल्य जिह्वामूल्य अपि च जिह्वामूल्य अस्ति. रघुपतिमहोदय भवान् किं वदति? जिह्वामूल्य एव, तदपि स्वरः अस्ति जिह्वामूल्य इति, अतः तत्र तस्य स्थानमस्ति यत्र ककारस्य अनन्तरं विसर्गः अस्ति अथवा खकारस्य अनन्तरं विसर्गः अस्ति, अर्ध उच्चारणम् अस्ति विसर्गस्य, तत् तस्य नाम अस्ति जिह्वामूल्य इति. तर्हि उपधमानीय किम् अस्ति? पकारस्य अनन्तरं सोरि, विसर्गस्य अनन्तरं पवर्गीयव्यञ्जनमस्ति पकार अपि च फकार अस्ति चेत् उपध्मानी अस्ति. ओ तत् अस्तु, तत् ओष्ठौ अस्ति. हा ओष्ठौ अत्र लिखितमस्ति. रामः पठति अथवा कः करोति इति अस्ति तत्र. अत्र कः करोति, कः करोति इति भवति जिह्वामूलीय. वेदेषु एव एतस्य मन्त्रेषु भवति उपयोगः भवति. मन्त्रेषु भवति एतेषां श्लोकेषु श्लोकेषु केवलं वेदेषु संहितापाठे एतत् करणीयमेव. श्लोकेषु तु तादृशनियमः नास्ति, परन्तु वक्तुं शक्यते. परन्तु संहितवेदेषु करणीयमेव, तदेव महोदय. उपध्मानीयः तु ओष्ठौ अस्ति, किन्तु जिह्वामूल्य तु भिन्न केटगरी अस्ति. जिह्वामूल्य एव केटगरी, तत्तु कण्ठः इति तत्र न भवति. न भवति तत्र जिह्वा इति स्थानं. जिह्वा संस्कृतभारती सन्धिः पुस्तकम् अस्ति किम्? आमाम्. तत्र पृष्ठसङ्ख्या सप्त सप्त. अतः इदानीं क ख भिन्नस्थान अस्ति. जिह्वामूल्यस्थाने एव आफ्टर् दन्त ओष्ठौ एव्रिथिङ्ग् अत्र अस्ति खलु टेबल् मध्ये. आमाम् अत्र अपि तदा एव अस्ति. ओ अस्तु, जिह्वायां भवति महोदय. ककारस्य कण्ठ अस्ति, तदा तत्र एव भवति. रघुपतिमहोदय किं विसर्गस्य अनन्तरं ककार अस्ति चेत् तत्र अर्धविसर्गः श्रूयते, तदेव जिह्वामूल्य इति तदेव अस्ति. बट् इट् इस् नाट् अण्डर् कण्ठः स्थान. तत्र भवति, तत्र भवति खलु, कुत्र भवति अनन्तरं? सेपरेट् केटगरी अनन्तरं. न न, तत् उत्तरस्थानं तत्र एव भवति खलु. लिखितमस्ति महोदय. अस्तु अस्तु अस्तु, जिह्वामूल्य अत्र लिखितमस्ति, परन्तु अत्र अपि अस्ति. सत्यं, परन्तु अत्र उपध्मानीय तस्य भिन्न केटगरि नास्ति वा इति अहं प्रश्नः. न, उपध्मानीय नास्ति, तत्तु ओष्ठ एव. अस्तु, किमपि अस्तु, तदस्ति. तत्र उच्चारणे मम अस्माकम् अत्र मूल अस्ति तत्र, यत्र प्रत्येकवर्णस्य स्थानम् अस्ति, उच्चारणस्थानं. तत् उच्चारण स्थानसदृशं यद् वर्णः, यः वर्णः अस्ति तस्य आदेशः भवति इति वार्ता अस्ति. एतत् सर्वं पुटसङ्ख्या पञ्च इति, पृष्ठसङ्ख्या पञ्च इति अस्ति. तत्र जिह्वामूल्यः अपि अस्ति, क ख इति प्रथम द्वितीयवर्ण. अनन्तरम् एतत् वर्णस्य अग्रे विसर्गः आगच्छति अनन्तरम् एकपदम् आगच्छति चेत् यत्र तत्र जिह्वामूलेयः कार्यं करोति, अनन्तरम् उपोद्मानेयः पप् इति द्वे वर्णौ एतत् आगच्छति एव उपोद्मानीयः पुटसङ्ख्या पञ्च इति अस्ति संस्कृतभारतीमध्ये सन्धिमध्ये सन्धिः इति पुस्तकम् अस्तु अस्तु समीपे नास्ति सन्धिपुस्तकम् अस्तु पञ्च पञ्चपुटे तु विवरणम् अस्ति, सप्तमपुट पुटं पश्यति चेत् तत्र एतत् इव एषः इव कोशः अस्ति, तत्र वर्टिकल् अस्ति, अत्र हरिजोण्टल् अस्ति. एकनिमिषं पञ्चे मध्ये पश्यतु. आमामां सत्यम् अवगच्छामि, तत्र अहं पश्यामि. आम् अस्तु, धन्यवादः सर्वेषां. मम तत्र विस्मरणम् अभवत् उपद्मानीयजिह्वामूल्य किम् अस्ति. अत्र अपि अस्ति महोदय, कण्ठः, तालु, मूर्धा, दन्ताः, ओष्ठौ, नासिका, कण्ठ तालव्य, कण्ठ ओष्ठ, दन्त ओष्ठ, जिह्वामूल्य. अस्तु अस्तु, काकुटविसर्जनीयाः कण्ठः इचुजषाणां तालु इति अस्ति किल, अकूकविसर्जनीयाः कण्ठः इचुयशानां तालुः, ऋतुरसानां मूर्धा, ऋतुरसानां दन्तः अस्ति किल, तत्र अस्ति. अस्तु तर्हि इदानीं विरमामः, तत्र अग्रे पठामः, गुणः अग्रे अग्रे पठामः. धन्यवादः, धन्यवादः महोदय, धन्यवादः.